उत्तमं, तर्हि इदानीं गुणनिरूपणे स्मः वयम्। अत्र विशेषतया पृथक्त्वम् इति गुणः, तस्य इदानीं तस्य निरूपणं कृतवन्तः स्मः। अत्र गत कक्षायां भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति भागस्य आरम्भं कृतम् अस्माभिः। अत्र पुनस्मरणत्वेन किञ्चित् वदामि, अत्र नव्यनैयायिकाः अपि च प्राचीननैयायिकाः इति तत्र योः मध्ये मतभेदः वर्तते। इदानीं पुस्तकस्य लेखकः देवदत्त पाटील् महोदयः अस्ति, तस्य मतं प्राचीननैयायिकानां मतम् अनुसृत्य एव अस्ति, परन्तु तस्य कारणस्य किञ्च कारणं तत्र किञ्चित् भिन्नम् अस्ति, किमर्थं सः तेषां मतम् अङ्गीकरोति इत्यस्य कारणं किञ्चित् भिन्नं, तद् अग्रे सः वक्ष्यति। इदानीं केवलं सः तत्र मतभेदः अस्ति, प्राचीनानां मतम् अनुगुणं तत्र भेदः इति भिन्नपदार्थः, पृथक्त्वम् इति भिन्नपदार्थः, भेदः इति अभावरूपपदार्थः यः सर्व पदार्थवृत्तिः इति अस्ति। पृथक्त्वम् इति तत्र गुणः अस्ति, गुणः अस्ति इति कृत्वा तत्र द्रव्येषु एव भवति, नवद्रव्यवृत्तिः इति इत्युक्ते सर्वद्रव्यवृत्तिः इति तत्र पृथक्त्वस्य विषयः। एतत् अस्ति प्राचीननैयायिकानां मतम्। नवीननैयायिकाः वदन्ति तत्र किमर्थं भेदः पृथक्त्वम् इति मतद्वयस्य आवश्यकता, तत्र यत्र यत्र पृथक्त्वम् इति विषयः अस्ति तत्र तु भेदः इति पदार्थः स्वीकृत्य एव तस्य तत्रापि व्यवहारं कर्तुं शक्नुमः इति कृत्वा, तादृशः भिन्नपदार्थः अथवा भिन्नगुणः मास्तु, पृथक्त्वम् इति भिन्नः गुणः मास्तु, पृथक्त्वम् एव भेदः अथवा भेदः एव पृथक्त्वम् इति वदामः इति तत्र नव्यनैयायिकानां मतं। ते वदन्ति अत्र तत्र तस्य कृते तत्र उक्तिः नास्ति इति अपि नास्ति, यतोहि तत्र विषये कारणद्वयम् अस्ति, तत्र प्राचीनानाम् अपि अङ्गीकरोति, तत्र यत्र रूपादौ यदा वयं तत्र तत्र रूपादौ रसादि प्रतियोगिकाभावः इति वदामः चेत्, तत्र तादृशभेदः इति विषयः वदामः चेत् तत्र अपि भेदेन एव निर्वाहः भवति, अपि च गुणे गुणस्य गुणे गुणः न भवितुं शक्नोति इत्यपि तत्र अङ्गीकारः अस्ति इति कृत्वा, तत्र किमर्थं तत्र पृथक्त्वम् इति भिन्न भिन्नपदार्थः, पृथक्त्वम् इति भिन्नगुणः मास्तु, भेदः एव स्वीकृत्य यत्र यत्र भेदे पृथक्त्वेन निर्वाहं कुर्मः तत्रापि भेदेन एव निर्वाहं कुर्मः, यतोहि भेदः सर्वद्रव्य सर्वपदार्थवृत्तिः अस्ति, तर्हि सर्वत्र भेदेन एव निर्वाहं कर्तुं शक्नुमः इति तेषां मतमस्ति इति गतसप्ताहे वयं दृष्टवन्तः। एतावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु, तर्हि यत् यः भागः अस्माभिः पठितः आसीत् गतसप्ताहे, तद् एकवारं पुनः पठित्वा अग्रे सरेम। तर्हि रामप्रिया भगिनी, भवती एव आरम्भं करोतु, भवती तत्र आरम्भात् किञ्चित् पठति वा? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः भागः। भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः। अत्र इदं विचार्यते, भवती भेदेन सर्वत्र निर्वाहः, एतावत् पूर्वोक्तः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेदः एव विषयः न च विनिगमनविराहः विनिगमनाविरहः रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् गुणे गुणाङ्गीकार न अङ्गीकारेण अनङ्गीकारेण गुणान् अनङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् अत्र नवीनानां मतस्य विषये अस्ति ते पृथक्त्वम् इति पृथक्तया एकः गुणः न आवश्यकं भेदः एव भेदः इत्युक्ते अत्र अन्योन्याभावः तदेव पर्याप्तम् इति तस्य मतम् अस्ति. तस्य आक्षेपस्य निवारणम् अत्र अस्ति. प्रथमं भवति भेदेन सर्वत्र निर्वाहः इत्युक्ते भेदं भेदेन एव सर्वत्र प्रयोगं कर्तुं शक्नुमः. नूतनतया पृथक्त्वम् इति एकः गुणः आवश्यकता नास्ति इति. एतावत् पूर्वोक्तः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेदः एव विषयः. यदा वयं पूर्वमेव पठितवन्तः पृथक्त्व अवगाहित्वेन भेदः एव वयं यदा पृथक्त्वम् इति स्वीकुर्मः चेदपि तद्भेदं भेदः एव सूचयति किं नूतनतया किमपि नास्ति इति. न च विनिगमनाविरहः विनिगमनाविरहः इत्युक्ते युक्तः अस्ति इति अस्ति इति एव युक्तिः अस्ति इति एव किल न इत्युक्ते न नास्ति इति वा तदेव मम किञ्चित् अत्र प्रथमम् एकक्षणं भगिनि तस्मात् पूर्वं तत्र पृथक्त्वा अवगाहित्वेन इत्युक्ते अवगाहित्वेन इत्युक्ते तत्र स्पष्टीकरणेन अथवा विषयीकरोति इति अस्ति खलु अवगाह्यते इत्युक्ते इत्युक्ते यत्र पृथक्त्वस्य ये स्पष्टः जायते तेन पृथक् तादृशपृथक्त्वेन उपन्यस्ताः इत्युक्ते स्थापिताः उपस्थापिताः विषयः तु भेदः एव इति इत्युक्ते यत्र यत्र पृथक्त्वम् इति विषयं भवति यत्र यत्र पृथक्त्वस्य पृथक्त्वस्य विषयः आगच्छति तत् तादृशविषयेण ज्ञानं भवति तत्र तत्र वस्तुतया भेदः इति एव स्वीकर्तुं शक्नुमः तत्र तु भेदः इति एव विषयः इति अस्ति. तर्हि तत्र न च विनिगमनाविरगः इत्युक्ते यत्र तादृशपृथक्त्वेन पृथक्त्व अवगाहित्वेन तत्र भेदः एव विषयः इति वदामः तत्र तु विनिगमनाविरगः नास्ति इत्युक्ते युक्तेः अभावः नास्ति इत्युक्ते तादृशवाक्यं युक्तिरहितवाक्यं नास्ति युक्तिपूर्णवाक्यमेव तत्र तथा पृथक्त्वम् एव भेदः इति यदा वदामः चेत् तस्य कृते युक्तिः अस्ति युक्तिः नास्ति इति नास्ति इति अवगच्छति वा युक्तिः अस्ति इति इत्युक्ते युक्तिरहितविषयः नास्ति युक्तिपूर्णविषयः एव यदा तत्र पृथक्त्वम् एव गुणः इति वदामः सः तु युक्तिपूर्ण मतमेव इति युक्तिपूर्वमतम् इति नव्यनैयायिकानां वदति एतत् सर्वम् इदानीं नव्यनैयायिकानां मतम् सो नव्यनैयायिकानां तर्हि ते वदन्ति तत्र पृथक्त्वेन एव तत्र निर्वाहं कर्तुं शक्नुमः यदा पृथक्त्वेन कर्तुं शक्नुमः इति वदामः स च मतं युक्तिं विहाय नास्ति युक्तिरहितं मतं नास्ति, युक्तिपूर्णं मतमेव अस्ति इति. युक्तिपूर्वमतमेव. यदा वयं स्वीकुर्मः चेत् तद् युक्तिपूर्वकमतमेव, पूर्णमतमेव, रहितमतं नास्ति इति. हा, इति तेषां मतम् इत्युक्ते ते वदन्ति एतत् अस्माकं मतं यदस्ति तद् तस्य कृते युक्तिः नास्ति इति न इति. यदा वयं भेदः एव स्वीकुर्मः, पृथक्त्वं त्यजामः चेत् इति अवगन्तुं शक्नुमः वा? हा हा, यदा वयं भेदः एव स्वीकुर्मः, पृथक्त्वं नास्ति इति वदामः चेत् तस्य कृते इदानीं युक्तिः अस्ति अथवा तर्कः अस्ति. इत्युक्ते तत्र युक्तिरहितं नास्ति इति. किम् इति अग्रे वदन्ति, न च विनिगमनात् विरगः. कस्मात् इत्युक्ते अग्रिमवाक्यद्वयं तस्मात् इति. रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिशुद्धस्य क्लुप्तत्वात् यथा रूपादौ इत्युक्ते गुणः चत्वारिंशत् गुणेषु रसादिप्रतियोगिकभेदस्य इत्युक्ते यदा रसः आदि प्रतियोगिक अभावस्य उभयविधवादिसिद्धस्य इत्युक्ते पक्षद्वयमपि नव्यनैयायिकानां पूर्वनैयायिकानां द्वौ अपि तद् अङ्गीकुर्वन्ति. यदा रूपादिरसादिप्रतियोगिकभेदः अस्ति इति ते अङ्गीकुर्वन्ति द्वौ अपि इति किल भगिनि. इत्युक्ते तत्र रूपात् रसः रूपात् पृथक् इति वदामः चेत्, रूपं रसात् पृथक् इति वदामः चेत् तत्र रूपादौ यः रसादिप्रतियोगिकभेदः अस्ति तदेव स्वीकुर्वन्ति खलु. तत्र रूपे रसः नास्ति इति तत्र अभावस्य प्रसङ्गः इति उभयवादिसिद्धस्य अङ्गीकारः अस्ति. गुणे गुणा अनङ्गीकारेण कृतत्वेन रूपं न रसः इत्यादि प्रतीतिः अनिर्वाहात् एतदपि ते अङ्गीकुर्वन्ति द्वौ पक्षिणौ अपि. गुणः गुणेन इति रूपं न रसः इति इत्यादि प्रतीतिः इत्युक्ते आकारः ते द्वौ अपि अङ्गीकुर्वन्ति इति कुर्वन्तः. सत्यमित्युक्ते तत्र गुणे गुणः न भवति इति कृत्वा तत् यदा वयं रूपं रसात् पृथक् इति वदामः चेत् तत्र रूपं पृथक् इति आगच्छति खलु. तर्हि रूपे पृथक्त्वम् इति वयं आपतति, परन्तु तथा नास्ति वस्तुतः. यतोहि गुणे गुणः गुणे न भवति इत्युक्ते पृथक्त्वम् इति गुणः रूपम् इति गुणे न भवति इति कृत्वा तत्र यदा रूपं न रसः इति वदामः अथवा रूपं रसात् पृथक् इति वदामः तदा तत्र वस्तुतया तत्र भेदस्य एव प्रसङ्गः, न तु पृथक्त्वस्य. तर्हि तत्र रसः रूपं न रसः इति अस्ति चेत् तत्र रूपमिति अनुयोगी अन्योन्यभावस्य, रसः इति प्रतियोगी. तर्हि तत्र भेदः इति एव विषयः, यतोहि गुणः न भवति इति कृत्वा. इति तस्मात् कारणात् तत्र युक्तेः अभावः नास्ति इति नास्ति. यतोहि उभयवादिनः अपि अङ्गीकुर्वन्ति तत्र रूपादौ तत्र रसादि पृथक्त्वम् अस्ति चेत् तत्र पृथक्त्वम् इति नास्ति, परन्तु अन्योन्यभावस्य एव प्रसङ्गः. अपि च गुणे गुणः इति न भवति इति कृत्वा अपि तत्र पृथक्त्वम् इति प्रसङ्गः नास्ति. तत्रापि तदर्थं तत्रापि भेदस्य एव प्रसङ्गः इति कृत्वा सर्वत्र भेदः एव भवतु. किमर्थं पृथक्त्वम् इति पदार्थस्य आवश्यकता का? तत्र युक्तेः अभावः नास्ति इति विषयः. अवगच्छन्ति वा सर्वे? उत्तमं भगिनि. इदानीं हा तर्हि भवती एव अग्रे पठतु. यत्तु भेदस्थले प्रत्योगी अनुयोगि वाचकपदयोः प्रथमा विभक्तिः, पृथक्त्वस्थले तु अवधि वाचकपदात् पञ्चमी, आश्रयवाचकपदात् च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिद् उक्तं. तत्तु प्रक्रिया मात्रं. घटात् अन्यः पटः भिन्नः भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नञ्पदसमासव्यावहारे एव तादृशविभक्तिनियमस्य उपयोगात् पदभेदस्य अर्थभेदे अप्रयोजकत्वाञ्च क्रिञ्चः द्वितीया साकाङ्क्षत्वात् करोति द्वितीय साकाङ्क्षत्वात् यतते तु तदभावात् आद्येन कर्मसापेक्षकृतेः द्वितीयेन निरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकारपत्तेः यत्तु भेदस्थले इत्युक्ते अन्योन्यभावस्थले प्रतियोगि अनियोगिवाचकपदयोः प्रथमा विभक्ति, यथा घटः पटः न इति. तत्र तु प्रतियोगी अनियोगी प्रथमा विभक्ति विभक्तिः अस्ति. पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी, आश्रयवाचकपदात् च प्रथमा. तत् घटः पटात् भिन्नः इति अस्ति. तत्र पटात् इति अवधिवाचकपदं, घटः इति आश्रयवाचकपदं, प्रथमा इति अस्ति. तत्र भेदसाधकम् इति वयम् अवगन्तुं इदानीं तत्र एक घटः आश्रयवाचकपदम् इति वदामः चेत् घटः कस्य आश्रयः? घटः तत्र आश्रयवाचकपदात् पदस्य प्रथमा इति अस्ति खलु, तर्हि कस्य आश्रयः अत्र? घटः अभावस्य आश्रयः किल न घट भवत्याः वाक्यं किम् आसीत्? घटः भवत्याः वाक्यं वदतु. पटात् भिन्न भिन्नः न तत्र पृथक्त्वस्थले ओ अवधिवाचकपदात् पञ्चमी आश्रयवात् तद्वा? हा हा तत्र प्रथमं यत्तु भेदस्थले प्रतियोगी अनियोगि अनियोगिवाचकपदयोः प्रथमा विभक्तिः, तत्र भवत्याः वाक्यं किम् आसीत्? घटः पटः न इति उक्तवती खलु. तत्र हा वदतु भगिनि, तत्र प्रतियोगी किम् अनियोगी किं? घटः पटः न, घटः इति प्रतियोगी, पटः इति अनुयोगी, द्वयोः किमर्थं प्रथमा विभक्ति? उत्तमं, तर्हि तत्र पटः अनियोगी इति किमर्थम्? इत्युक्ते अभावस्य विरोधः अनियोगी इति. अत्र अत्र अनियोगी इति अभावस्य विरोधः इति कृत्वा अनियोगी वा? सुनील महोदय, भवान् किं चिन्तयति? तस्य निष्ठस्य विरोधः अनियोगी इति वयं दृष्टवन्तः. अत्र अस्तु, तत्र पृष्ठसङ्ख्या एकक्षणं, एकत्रिंशत्तमे पुटे किमस्ति? अधिकरणस्य अपि भवति अनियोगी इति संज्ञा इति पठितवन्तः, स्मरति वा? तत्र अन्तिमपरिच्छेदः किञ्चित् पठतु भगिनि एकवारम्, एकक्षणं, तत्र न तत्र तमे पुटे प्रथमपरिच्छेदः पठतु. वेदस्थले इति वा? वेदस्थले तु प्रत्योगी अनियोगीवाचकपदाभ्यां प्रथमा विभक्तिः भवति, यथा घटः पटो न इति. यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनुयोगी, घटः प्रतियोगी. इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव. एवं हि विपरीतमपि सम्भवति. पटभेदः घटनिष्ठः बोधयितुम् इष्टति चेत् अपि इदं वाक्यं भवति. तर्हि अनियोगिता घटनिष्ठा. अनियोगिता प्रतियोगितायोः आश्रयभेद भेदः अपि भेदे अपि विभक्तौ भेदः न एव भवति इति भेदस्थले विशेषः. तत्र इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव इति अस्ति खलु? तर्हि अनियोगी इत्युक्ते किम् अत्र? अधिकरणता. अनियोगी इत्युक्ते अधिकरणम्. तर्हि इदानीं तत्र यदा भवती उक्तवती घटः पटः न इति, अत्र पटः इति अनुयोगी इति उक्तवती खलु, तत्र पट् अनियोगी इत्युक्ते किम्? अनियोगी इत्युक्ते अधिकरणम्. अधिकरणं कस्य अधिकरणम्? घटस्य अधिकरणम्. घटस्य अधिकरणं पटः. पटः क्षम्यताम्, अनियोगितायाः अधिकरणम्. अनियोगितायाः अधिकरणं तु अस्ति, तर्हि तत् अनियोगिता इत्युक्ते किं? तर्हि तत्र कस्य अधिकरणम् अस्ति? तत्र घटभेदस्य अधिकरणं खलु, घट अभावस्य अधिकरणं, घटाभावस्य अधिकरणम् अस्ति अत्र अनियोगी. घटाभावस्य अधिकरणं पटः, घटाभावः पटे इति कृत्वा पटः इति अनियोगी, प्रतियोगी अस्ति घटः इति. इदानीं स्मरति वा? तर्हि घटः पटः द्वयोः अपि प्रथमाविभक्तिकत्वं भवति अन्योन्य अभावस्थले. पटः इति अधिकरणं, घटः इति अधिकरणम् इत्युक्ते अनियोगी, पटः इति तत्र क्षम्यतां, घटः इति प्रतियोगी. प्रतियोगी अनियोगी द्वयोः अपि प्रथमाविभक्तिकत्वम्. अस्तु, इदानीं पृथक्त्वस्थले, पृथक्त्वस्थले भवत्याः वाक्यं किम् आसीत्? घटः पटात् भिन्नः. न, पृथक्त्वस्य स्थले वाक्यं किं? घटः पटात् पृथक्. पृथक्, घटः पटात् पृथक्. तर्हि इदानीं पटात् इति अवधिवाचकपदम्, अवधिवाचकपदम् इति कृत्वा तस्य पञ्चमी विभक्ति. घटः इति आश्रयवाचकपदम् इति अस्ति खलु, आश्रयवाचकपदं कस्य आश्रयः अस्ति घटे? अस्तु, तर्हि घटः पटात् पृथक् इत्युक्ते इदानीं तत्र कः पृथक्? घटः पृथक्, सत्यं? तर्हि घटे किम् अस्ति? घटे घटत्वम् अस्ति, घटे घटत्वं तु अस्ति, परन्तु घटः पृथक् इति चेत् घटे किम्? हा, घटे पृथक्त्वम् अस्ति, उत्तमं. तर्हि इदानीं कस्य आश्रयः अस्ति घटः? पृथक्त्वस्य आश्रयः. हा, पृथक्त्वस्य आश्रयः अस्ति घटे. क्षम्यतां, पृथक्त्वस्य आश्रयः अस्ति घटः इति. तर्हि तत्र इति अस्ति, तर्हि तत्र घटः पटात् पृथक् अपि च घटः पटः न इति तत्र आकार द्वयम् अस्ति, तयोः मध्ये विभक्ति भेदः अस्ति इति कृत्वा तयोः मध्ये भेदः अस्ति इति यदा वदामः चेत् तत्तु नव्यनैयायिकाः वदन्ति तत्तु केवलं प्रक्रिया मात्रम् इत्युक्ते तत्र तत्तु केवलं शैली एव तत्र यदा वयं वदामः तत्र शैली एव अस्ति, परन्तु वस्तुतः कारणं नास्ति इति अग्रे ते उदाहरणमपि ददति. तर्हि पठतु भगिनि. घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नञ् पद अभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात्. घटात् अन्यः पटः, भिन्नः पटः इति यदा वयं स्वीकुर्मः चेत् तद् नञ् समासः इति जानीमः. नञ्पदसमभिहारे इत्युक्ते नञ्पद इत्युक्ते यदा वयं घटः पटः न इति तत्र नकारः उपयुज्य वदामः तत्र तथा भवति, परन्तु घटात् अन्यः पटः, भिन्नः पटः इति वदामः चेत् तत्र तु तादृशभेदः नास्ति इति एव तत्र प्रक्रिया मात्रं. यथा वयं तत्र विभक्तिभेदः अस्ति इति कृत्वा तत्र पृथक्त्वं भेदः तयोः मध्ये भेदः अस्ति इति वदामः चेत् तत् केवलं प्रक्रिया मात्रम्. तत्र वाक्यशैली एव तथा अस्ति. यथा घटः पटः न इति वदामः चेत् तत्र प्रथमा विभक्तिः, परन्तु घटः पटात् भिन्नः इति वदामः चेत् तत्र पुनः प्रथमा अपि च पञ्चमी इति भवति खलु. यदा विभक्ति विभक्ति उपयोगं कृत्वा कुर्मः चेत् तद् वाक्यशैली एव किमपि न वेदस्थले न क्षम्यतां पृथक्तस्थले किमपि न सूचयति इति. न, पृथक्तस्थले इति अपि नास्ति अत्र. अत्र केवलं तत्र यदा विभक्तिभेदेन भेदः भेदपृथक्तयोः मध्ये भेदः अस्ति इति वदामः चेत् तथा नास्ति. यतोहि भेदस्य निर्वाहः पञ्चमविभक्ति उपयुज्य अपि कर्तुं शक्नुमः. तत्र केवलं वाक्यशैली एव अस्ति. घटः पटः न इति एका शैली अस्ति. घटः पटात् भिन्नः इति वदामः चेत् तत्र अन्यविभक्ति आगच्छति खलु. तत्र तु अनियोगी प्रतियोगियो तयोः तत्र प्रथमाविभक्तित्वम् इति नास्ति. अवगच्छति वा? पदभेदस्य अर्थभेद अप्रयोजकत्वाञ्च तदेव. यदा पदभेदः अस्ति तस्य तत्र अर्थभेदत्वं नास्ति इति. पदभेदम् अस्ति चेदपि अर्थभेदं नास्ति इति कृञ्च तत्तु करोति कृदातु. द्वितीयासाकाङ्क्षात्वात् द्वितीयासाकाङ्क्षत्वात् यतते तु तद् अभावात्. किं भगिनी एतत् द्वितीया इत्युक्ते क्री इति करोति इति इति क्रियापदं यदस्ति तत्तु सकर्मकधातुः अस्ति करोति इति. अहं कार्यं करोमि अथवा रामः घटनिर्माणं करोति इति तत्र सकर्मकधातुः अस्ति. यतते इति तदेव समानार्थकधातुः अस्ति परन्तु तत्तु अकर्मकधातुः. तर्हि तत्र अहं यतते इति सम्यक् वाक्यम्. अहं किमपि कर्तुं यतते इति एव वक्तव्यम् अस्ति, न तु अहं कार्यं यतते इति. तत्तु दोषपूर्णक वाक्यं, यतोहि तत्र क्षम्यताम् अहं यतते इति न, रामः यतते इति, रामः कार्यं कर्तुं यतते इति एव सम्यक् वाक्यं. रामः एतते इति क्षम्यतां, रामः कार्यम् एतते इति वदामः चेत् तत्तु दोषपूर्णवाक्यमस्ति. यतोहि एतते इति क्रियापदम् अकर्मकक्रियापदमस्ति, अकर्मकधातुः अस्ति एतते, यत् इति धातुः, न तु सकर्मकधातुः. परन्तु तयोः मध्ये अर्थभेदः नास्ति इति कृत्वा तत्र क्रीधातोः सकर्मकत्वं यत् धातोः अकर्मकत्वम् इति कृत्वा तयोः मध्ये अर्थभेदः अस्ति इति नास्ति. तत्तु केवलं शैली एव तथा अस्ति. एकः धातुः अकर्मकः धातुः, अन्यधातुः सकर्मकधातुः इति तदा तत्र भाषायाः शैली तथा अस्ति. परन्तु तयोः मध्ये अर्थभेदः अस्ति इति न. तद्वत् भेदः पृथक्त्वमध्ये अपि यद्यपि तत्र विभक्तिभेदः वर्तते चेदपि तयोः मध्ये अर्थभेदः अस्ति इति नास्ति, यतोहि तदपि एका शैली एव इति नव्यनैयायिकानां मतम्. अवगच्छति वा? सर्वे अवगच्छन्ति वा? तत्र प्रश्नः अस्ति वा? यतोहि एतत् पर्यन्तम् इदानीं नव्यनैयायिकानां मतं, तदग्रे तत्र महोदयः स्वमतं वक्ष्यति. तर्हि एतत् पर्यन्तं किञ्चित् सम्यक् अवगमनम् अस्ति चेदेव अग्रे अवगमनं स्पष्टतया जायेत. प्रश्नः अस्ति वा? अस्ति चेत् पृच्छतां कृपया. न भगिनि. अस्तु, पुष्पा भगिनी भवती अपि अवगच्छति वा? अस्ति प्रश्नं प्रष्टुं किमर्थं करोमि? अहं शृणोमि एकवारं भगिनि. अस्तु, सम्यक्. तर्हि भवती एव अग्रे पठतु. अग्रे यदस्ति तत् पुस्तकात् एकवारं पठित्वा तदनन्तरं करपत्रं पश्यामः. करपत्रे एतत् सर्वं विस्तरेण तस्य किञ्चित् चर्चा अस्ति. तर्हि तत् स्वीकृत्य एव वयं पठामः. परन्तु एकवारं पुस्तके तत्र किञ्चित् सूक्ष्मरीत्या दत्तम् अस्ति, तदेकवारं पठित्वा स्थूलरूपेण तत्र करपत्रे विचारं कुर्मः. तर्हि पुष्पा भगिनी भवती एव पठतु. पूर्वेण भेदस्य पृथक्त्वस्य न तत्र अतः एवं वाच्यम् इति अस्ति खलु, तस्मात् अतः एवं वाच्यम् अग्रिमपुटे. अतः एवं वाच्यम् एतल्लक्षणे अस्ति. कुत्र अस्ति भगिनि? 97 अग्रिमपुटे not finding where exactly, but I could understand what's there because I just heard the this thing. Haha, atah evam vachyam tasmat kinchit aramam kutva patat. Itatra asti kutaha esha na. Atah evam vachyam. हरि ओम् भगिनी अस्ति वा ओ अहं पठामि अतः एवं वाच्यं मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम् हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इति अस्यापि संयोगप्रकरणे निरूपणात् अत्र न एतत् सर्वं करपत्रात् पुनः पठेम अग्रे अपि पठतु अग्रे अपि स च कर्मजः स च कर्मजः संयोगजः वा संयोगः वा अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम् अन्यथा कपालक्रियया कपालः घटेन संयुक्तः कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापातात् अग्रे अग्रे कुतः एषः अवयविनि घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगः भवति न अन्ययोः इति निश्चितम् भवति न अन्ययोः इति निश्चितं कौः युतसिद्धौ पृथक् आश्रयश्रितौ आश्रयाश्रितौ मुक्षः खलु स्व अवयवे स्थितः पक्षी स्व अवयवे च उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः उत्तमम् इति यदस्ति तस्य विषये एव इदानीं महोदयस्य करपत्रे अपि अस्ति तर्हि महोदयस्य करपत्रे किञ्चित् कण्ठशः दृष्ट्वा पठित्वा अग्रे सरेम अस्तु यद् एतावत्पर्यन्तं पठितं तत् किञ्चित् कठिनम् इव भासते परन्तु तावत् कठिनं नास्ति तदर्थमेव तत्र करपत्रात् पठेम भगिनी भवती एव पठतु तत्र प्रथमपरिच्छेदः पठतु करपत्रे एकनिमिष भगिनी करपत्रं अत्र कुत्र पठितवती रामप्रिया भगिनी मम यद् रामप्रिया भगिनी पठितवती तत्तु पुस्तके एव आसीत् इदानीमेव करपत्रस्य आवश्यकता महोदयः प्रेषितवान् खलु ई पत्रं भवती न प्राप्तवती वा प्राप्तवती तत् घटपरिणामस्य कपालपरिणामस्य कार्यकारण न तद् न अद्य नूतनकरपत्रमहोदयेन प्रेषितम् 17 कार्यकरण कार्यकरण अस्तु चिन्ता नास्ति सुनील् महोदय भवान् अस्ति अस्ति अस्ति अस्ति अस्ति अत्र अस्ति अस्ति अत्र अस्ति अस्ति अस्ति अस्तु भगिनि नव सर्व चिन्तन न्यायवर्गं वा न वा न्यायवर्ग टुमारो नो दट्स् नाट् द वन् अस्तु सुनील् महोदय भवान् पठतु संयोगस्य प्रसङ्गे किञ्चित् इदानीं दृष्टवती संयोगस्य प्रसङ्गे किञ्चित् हा हा अस्तु भवतु भगिनि भवत् अग्रे भवतु पठितुं शक्नोति इदानीं महोदय भवान् पठतु महोदय मूर्तगतक्रियया तस्य मूर्तान्तरेण विपुना च संयोगः भवति मूर्तद्रव्यं नाम यत् द्रव्यं क्रिययाः आश्रयः भवति मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया मूर्तद्रव्येषु या क्रिया भवति तया क्रियया तस्य अन्येन मूर्तद्रव्येण सह संयोगः भवति हस्तः एकं मूर्तद्रव्यं पुस्तकम् अपरं मूर्तद्रव्यं हस्ते जातया क्रियया पुस्तकस्य स्पर्शो भवति एवञ्च एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगो भवति अथवा अन्येन विभुद्रव्येण सह संयोगः भवति इदानीं संयोगस्य प्रसङ्गे किञ्चित् इति अस्ति मूर्तगतक्रिया तस्य मूर्तान्तरेण विपुना च संयोगः भवति इति मूलवाक्यमस्ति अत्र मूर्तगतक्रिया इत्युक्ते निश्चितक्रिया इति भगिनि अथवा किमपि हस्तपुस्तकसंयोगः इति तादृशं मूर्तद्रव्यम् इत्युक्ते किम् अस्माकं नवद्रव्येषु यत्र क्रिया आश्रितत्वम् अस्ति तत्र तदेव मूर्तद्रव्यत्वं खलु अतः पुस्तक हस्तसंयोगः तादृशक्रिया इति न यत्किमपि क्रिया भवतु तत्र तादृशक्रिया इति एव न संयोगस्य कारणीभूतक्रिया इति एव नास्ति यत्किमपि क्रिया भवतु परन्तु क्रिया आश्रितत्वम् अस्ति चेत् तद्भवति मूर्तद्रव्यमिति तर्हि तादृशमूर्तद्रव्येषु यः क्रिया भवति मूर्तगतक्रिया इत्युक्ते मूर्तद्रव्ये इत्युक्ते यस्मिन् द्रव्ये क्रिया आश्रितत्वम् अस्ति तस्मिन् द्रव्ये या क्रिया भवति तदेव मूर्तगतक्रिया अग्रे वदतु महोदय अतः मूर्तद्रव्यं नाम यत् द्रव्यं क्रियायाः आश्रयः भवति अतः यत्र क्रिया भवति तत्र मूर्तद्रव्यम् इति क्रियायाः आश्रितः भवति आश्रयः भवति मूर्तद्रव्यक्रिया एकक्षणं तत्र भवान् अवगच्छति वा तत्र मम इदानीं अहं सम्यक्तया न अवगच्छामि यद् भवान् अवगच्छति वा न वा इति यदा भवान् तथा वदति तत्र मूर्तद्रव्यम् इत्युक्ते किम् इति अवगच्छति वा यदा अहं सम्पूर्णपरिच्छेदं पठितवान् अहं चिन्तितवान् तत्र हस्तपुस्तकसंयोगः इति अस्ति अतः तत्र हस्तः इति मूर्तद्रव्यम् इति अहं चिन्तयामि तदेव मम मनसि अस्ति द्रव्यमेव सत्यं तत्र क्रिया भवति हस्तस्य अस्तु एकं पृच्छामि तर्हि तत्र हस्तः इति मूर्तद्रव्यं सत्यं सम्यक् पुस्तकं किं मूर्तद्रव्यं वा नास्ति वा पुस्तकमपि मूर्तद्रव्यं किमर्थं? तत्र हस्तपुस्तकसंयोगः भवति. हा, पुस्तकमपि मूर्तद्रव्यं, परन्तु हस्तपुस्तकसंयोगः भवति इति न. तर्हि हस्त आकाशसंयोगः भवति खलु, आकाशः मूर्तद्रव्यं भवति वा? न इति चिन्तयामि. हा, यतोहि आकाशः तु तत्र विभुद्रव्यमस्ति खलु, तर्हि तत्र संयोगः भवति इति कृत्वा मूर्तद्रव्यम् इति नास्ति. तत्र क्रिया आश्रयत्वम् अस्ति इति कृत्वा मूर्तद्रव्यम्. तदेव, तदर्थमेव, तदेव मम संशयः आसीत् तत्र. तत्र अवगमनं किञ्चित् तद् न अहं न आकाशस्य हस्तस्य. तर्हि तत्र संयोगः भवति इति कृत्वा मूर्तद्रव्यम् इति नास्ति, परन्तु क्रिया तस्मिन् जायते इति कृत्वा मूर्तद्रव्यं. तर्हि हस्ते अपि क्रिया भवति, पुस्तके अपि भवति, उत्पीठिकायामपि भवति, जले अपि भवति, वायौ भवति इति कृत्वा तत्सर्वं मूर्तद्रव्यं. हा, इदानीम् अग्रे पठतु महोदय. मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया. इदानीं पुनः तदेव, यत्र मूर्तद्रव्यम् अस्ति तत्र क्रिया भवति चेत् तस्मिन् विद्यमाना क्रिया अस्ति मूर्तगतक्रिया इति. मूर्तद्रव्येषु या क्रिया भवति तया क्रियया तस्य अन्येन मूर्तद्रव्येण सह संयोगः भवति. अतः अत्र मूर्त द्रव्यद्वयं भवति चेत् अस्ति चेत् अत्र तत्र काचित् क्रिया भवति, या क्रियया तयोः संयोगः भवति. इदानीं हस्तः एकं मूर्तद्रव्यं, पुस्तकम् अपरं मूर्तद्रव्यम् इति उदाहरणमस्ति. हस्ते जातया क्रियया पुस्तकस्य स्पर्शो भवति. अतः हस्तम् उपयुज्य वयं स्पर्शं करोति चेत् तत्र हस्ते काचित् क्रिया भवति. एवं च एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगः भवति. अतः एतादृशक्रियया मूर्तद्रव्ये क्रिया जायते, क्रिया अस्ति, तया क्रियया अन्यमूर्तद्रव्येण सह यदा संयोगः भवति इति तदेव मूर्तद्रव्यगतक्रिया इति, मूर्तगतक्रिया इति वयं वदामः. अथवा अन्येन विभुद्रव्येण सह संयोगः भवति. वदतु महोदय. अत्र विभुद्रव्येण सह संयोगः भवति इति वा भगिनि अत्र, अथवा? हा, इत्युक्ते तत्र तत्र विद्याधर्यां वाक्यं यदासीत्, वाक्यम् आसीत् तत्र मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति इति खलु. तर्हि तत्र प्रथमं मूर्तगतक्रिया इत्युक्ते किम् इति अथवा का इति अस्माभिः अवगन्तव्या. तर्हि मूर्तगतक्रिया इत्युक्ते मूर्तद्रव्ये विद्यमाना क्रिया एव मूर्तगतक्रिया इति वयं जानीमः. तर्हि यदा या क्रिया भवति मूर्तद्रव्येषु तया क्रियया एव मूर्तान्तरेण इत्युक्ते मूर्तान्तरेण इत्युक्ते मूर्तान्तरम् इत्युक्ते भिन्न भिन्नम् इति, अन्तरम् इत्युक्ते भिन्नं खलु, इत्युक्ते अन्य भिन्नमूर्तद्रव्येण सह संयोगः भवति. इत्युक्ते हस्तः इति एकं मूर्तद्रव्यं, पुस्तकम् इति मूर्तान्तरद्रव्यम् इत्युक्ते भिन्नम् अन्यमूर्तद्रव्यं. तर्हि हस्ते या क्रिया जायते तेन तया क्रियया मूर्तान्तरेण इत्युक्ते भिन्नमूर्तद्रव्येण पुस्तकेन इदानीं संयोगः भवति. अथवा तद्वत् विभुद्रव्येन अपि, विभुना इत्युक्ते विभुद्रव्येण, विभुद्रव्येण अपि संयोगः भवति. इत्युक्ते आकाशः इति स्वीकुर्मः चेत् तत्र यदा वयं हस्त हस्ते क्रिया जायते तर्हि एक तत्र उपाधिभेदात् तत्र आकाशस्य भेदः अस्ति इति वयं पूर्वं दृष्टवन्तः खलु, यथा कालस्य आकाशस्य इति. तर्हि प्रकोष्ठाकाशः अथवा घटाकाशः इति तत् सर्वम् अस्ति. तर्हि एक आकाशात् अपर उपाधिभेद आकाश आकाशेन सह तत्र संयोगः इति वयं वक्तुं शक्नुमः. इत्युक्ते तत्र यदा संयोगः भवति तर्हि मूर्तान्तरे मूर्तगतक्रिया इति एकं मूर्तद्रव्यम् अस्ति, तस्मिन् कापि क्रिया जायते तया क्रियया तत्र संयोगः भवति अपरेषु मूर्तद्रव्येषु वा अथवा विभुद्रव्येषु वा इति. क्षम्यताम्, अपरेण अपरैः मूर्तद्रव्यैः सह अथवा विभुद्रव्यैः सह इति. अवगच्छन्ति वा तत्र? अत्र ते अपि मूर्तगतक्रिया अस्ति, मूर्तगतक्रिया द्वे अपि अस्ति, विभुद्रव्यस्य न विभुद्रव्यम् इति भिन्नवार्ता खलु. तत्र मूर्तगतक्रिया इत्युक्ते मूर्तद्रव्ये जायमाना क्रिया इत्युक्ते अथवा विद्यमाना क्रिया, मूर्तद्रव्ये विद्यमाना क्रिया केवलं मूर्तद्रव्ये एव मूर्तद्रव्येषु एव भवति. यदा मूर्तद्रव्येषु तादृशक्रिया जायते तया क्रियया अन्यमूर्तद्रव्येण सह अथवा विभुना सह संयोगः भवति. तावदेव एकवारम् उक्त्वा अग्रे अग्रे पठतु. एकं मूर्तद्रव्यम् अस्ति, तत्र एका क्रिया भवति, तया क्रियया अन्यमूर्तद्रव्येण सह संयोगः भवति, तदेव मूर्तगतक्रिया इति वयं वदामः. उत्तमं, तावदेव. अग्रे पठामि वा? हा, पठतु महोदय. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरे संयोगः जायते इत्यपि अविवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यपि अभवति. हस्ते क्रिया जायते, तया क्रियया हस्तपुस्तकयोः संयोगः जायते. इदानीं स च हस्तः शरीरस्य अवयवः, अतः हस्तस्य संयोगः यदा पुस्तके सह भवति पुस्तकेन सह भवति तदानीं शरीरस्य अपि संयोगः पुस्तकेन सह भवति. यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति तदानीम् अवयविनः अपि संयोगः तेन द्रव्येण सह भवति. तदर्थम् उक्तम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते. इत्थञ्च हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते. अनेन अस्माकं कश्चन नियमः व्युत्पन्नः अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते. इदानीं अत्र पुस्तके अपि अस्ति एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरे संयोगः जायते इति अस्ति. यदा भवती पूर्वम् उक्तवती अत्र द्रव्यान्तरे इत्युक्ते अन्य द्रव्यमस्ति इति, अतः अत्र एकम् उदाहरणमस्ति हस्तपुस्तकसंयोगः इति. अत्र हस्ते एका क्रिया भवति, तया क्रिया हस्तपुस्तकसंयोगः भवति इति. अनन्तरं पूर्व अग्रे गच्छति हस्तः शरीरस्य एकः भागः एव अथवा अवयवः इति. हस्तस्य संयोगेन हस्तस्य संयोगः पुस्तकेन सह भवति इत्युक्ते तत्र सम्पूर्णशरीरस्य संयोगः अपि भवति इति अर्थः अस्ति. इत्युक्ते हस्तः एकः अवयवः इति स्वीकृत्य पुस्तकमिति अन्य द्रव्यमिति, अतः हस्तपुस्तकसंयोगः इति इत्युक्ते शरीरपुस्तकसंयोगः इति अपि अर्थः अस्ति. तस्य अर्थस्य वाचकपद वाक्यमस्ति अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इति. एकक्षणं महोदय, अत्र हस्तपुस्तकसंयोगः इत्युक्ते शरीरपुस्तकसंयोगः इति नास्ति खलु? किम् उक्तवान् भवान्, किम् उक्तवान् तस्य अर्थः शरीरपुस्तकसंयोगः इति अस्ति इति उक्तवान् खलु? हस्तपुस्तकसंयोगः इत्युक्ते तत्र मूर्तगतक्रिया संयोगः भवति इति एव, परन्तु हस्तः शरीरस्य भागः अस्ति इत्युक्ते अवयविनोः सम्बन्धः अस्ति इति, अतः अत्र अवयवस्य संयोगः द्रव्यान्तरेण सह भवति, अतः तद् अवयविनः संयोगः द्रव्यान्तरेण भवति इति अपि अर्थः अस्ति इति अहं चिन्तयामि. हा हा, तथा नास्ति. यद् भवान् उक्तवान् तत्र अन्तिम प्रायः अन्तिमशब्दविहाय तत् सर्वं सम्यक् इत्युक्ते अर्थः इति नास्ति. यदा अवयवसंयोगः भवति अवयवसंयोगेन अवयविनः संयोगः अपि जायते इत्युक्ते यदा हस्तपुस्तकसंयोगः भवति हस्तपुस्तकसंयोगः भवति इति कृत्वा तेन कायपुस्तक इत्युक्ते शरीरपुस्तकयोः अपि संयोगः भवति. परन्तु हस्तपुस्तकसंयोगः इत्युक्ते तस्य अर्थः शरीरपुस्तकसंयोगः इति नास्ति. ओ एवम्, अवगच्छति वा? अवगच्छामि. इत्युक्ते हस्तपुस्तकसंयोगः यथा भवति तदा तदेव तत्र वाक्यमस्ति. पश्यतु, हस्ते क्रिया जायते, तया क्रियया हस्तपुस्तकयोः संयोगः जायते. इदानीं च स च हस्तः शरीरस्य अवयवः, अतः हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्य अपि संयोगः पुस्तकेन सह भवति. परन्तु हस्तस्य संयोगः एव शरीरस्य संयोगः इति नास्ति. अवगतम्, इदानीम् अवगतम्. वदतु महोदय, अग्रे वदतु. अतः अत्र वाक्यमस्ति अवयवसंयोगेन अवयविनः द्रव्यान्तरे द्रव्यान्तरेण सह संयोगः जायते इति. अतः हस्तपुस्तकसंयोगेन शरीरपुस्तकसंयोगः भवति. अनन्तरम् अत्र नूतननियमः अस्ति, अत्र अवयवसंयोगेन अवयविनः अपि संयोगः भवति इति. हा, इत्युक्ते यदा अवयवस्य संयोगः भवति तेन संयोगेन अवयविनः अपि संयोगः भवति इति. अस्तु, सर्वे अवगतं वा? एतत् अवगतः वा एतत् एषः विषयः? तत्र प्रश्नः अस्ति वा? उत्पन्नः कथं पृथक् कुर्मः? पुनः पृच्छतु भगिनी, न न सम्यक्तया न श्रुतं मया. व्युत्पन्नः कथं पृथक् करोमः? वि उत्पन्नः? हा हा, वि उपसर्गपूर्वकः उत्पन्नः, वि योगः उत्पन्नः खलु, तत्र इ योगः उ, तत्र कीदृशसन्धिः तत्र? अत्र यन्सन्धिः. हा, यन्सन्धिः इकोयणचि. उत्तमम्. भवती अवगतवती वा तत्र विषयः, अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते इति? एकवारं वदति वा किम् अवगतवती इति? अस्तु भगिनि, अत्र अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इति अस्ति. भगिनि, भवती यदवगतवती तद् वदतु, तत्र यद् करपत्रे अस्ति तद् मास्तु, तत्तु एकवारं पठितवन्तः वयम्. हस्तपुस्तकसंयोगेन पुस्तकसंयोगः जायते. हस्तपुस्तकयोन कस्य संयोगः जायते? अत्र कायपुस्तकं संयोगः अत्र किं का? काय इत्युक्ते शरीरः. कायपुस्तकसंयोगः अर्थं शक्नोमि. हस्तस्य क्रिया जायते, तया क्रियया हस्तपुस्तकयोः संयोगः अस्ति. इदानीं तथैव न तथैव न हस्तशरीरस्य अवयवः अस्ति तत्कारणात् हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्य अपि संयोगः पुस्तकेन सह भवति. अस्तु, अदे तदेव उच्चामि वक्तुं. तर्हि अत्र अत्र अत्र एकक्षणं, तत्र हस्तसंयोगः हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदा शरीरस्य अपि संयोगः पुस्तकेन सह भवति इति उक्तवती खलु, तत्र अत्र अवयवः कः, अवयविनः अवयवी इति कः, तत्र प्रथमवाक्यं यदस्ति शरीरस्य अवयवः. न न, मम प्रश्नः अवयवः कः, अवयवी कः इति मम प्रश्नः. हस्तः, अवयवी शरीरः. उत्तमं, तर्हि तत्र अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इति अस्ति खलु, तर्हि अवयवसंयोगेन इत्युक्ते कस्य संयोगेन इदानीं? हस्तसंयोगेन. उत्तमम्. अवयविनः संयोगः इत्युक्ते, अवयविनः इत्युक्ते अवयविनः इति तत्र विभक्ति का? अवयविनः अवयविन् अस्ति. सत्यम्, अवयविन् इति प्रातिपदिकं. तर्हि अवयविनः इत्युक्ते तत्र अवयविनः तत्तु षष्ठी, हा उत्तमं, षष्ठीविभक्ति एव सत्यं. तर्हि अवयविनः इत्युक्ते तत्र अवयवी इति कः इति उक्तवती भगिनी? अवयवी शरीरः. तर्हि अवयविनः इत्युक्ते शरीरस्य, उत्तमं, शरीरस्य. द्रव्यान्तरेण इत्युक्ते किम् अस्माकम् उदाहरणे? पुस्तकस्य. द्रव्यान्तरेण इत्युक्ते अन्तरेण संयोगः, द्वे द्रव्याणि सन्ति न, हस्तद्रव्य मूर्तद्रव्य पुस्तकद्रव्यः. सत्यं, द्रव्यान्तरम् इत्युक्ते किम्? अत्र समूहः, संयोगः अस्ति. न न, द्रव्यान्तरम् इत्युक्ते संयोगः नास्ति, समूहः नास्ति. द्रव्यान्तरम् इत्युक्ते भिन्नद्रव्यम् इति, इत्युक्ते अवयवः यदस्ति तद्भिन्नं द्रव्यम्. हस्तः इति अवयवः अस्ति, तस्य संयोगः द्रव्यान्तरेण इत्युक्ते भिन्नद्रव्येण. अस्माकं दृष्टान्ते इदानीं भिन्नद्रव्यं किम्? पुस्तकम्. उत्तमं, तर्हि द्रव्यान्तरेण इत्युक्ते द्रव्यान्तरेण तत्तु पुस्तकेन, पुस्तकेन. उत्तमं, तर्हि पुस्तकेन संयोगः जायते इति, इत्युक्ते हस्तसंयोगेन शरीरस्य पुस्तकेन संयोगः भवति इति. अवगतवती वा? अवगच्छामि. उत्तमं, तर्हि भवती एव अग्रे पठतु. अधुना कपाले, अधुना कपाले काचित् क्रिया जाता, तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः. कपालपुस्तकयोः संयोगः उत्पन्नः. भगिनि, तत्र सम्पूर्णपरिच्छेदः एकवारं पठेम, तदनन्तरं सम्पूर्णपरिच्छेदः एकवारं वयं पठेम, तदनन्तरं तत्र कण्ठशः द्रष्टुं शक्नुमः. अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः, यतोहि अतः कर्मजः संयोगः इत्युच्यते. कर्मणा जातः इति कर्मजः, तदा स च कपालः यतोहि घटस्य अवयवः. अतः कपालस्य पुस्तकेन सह यः संयोगः, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. स च घटपुस्तकयोः संयोगः कर्मजः, न अपि तु संयोगजः, यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः, कर्मजः सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति, सा च क्रियार्थं संयोगं प्रति अन्यथा सिद्धा भवति. यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणम्, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न. पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थविधम्, एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम्, अवयवस्य अन्येन सह संयोगः, न तु अवयवे जायमाना क्रिया इत्यम्. अनेन नूतननियमः निष्पन्नः, अवयवसंयोगेन अवयविनः संयोगः जायते. अस्तु, अधुना कपालशः पश्येम. अधुना कपाले काचित् क्रिया जाता, कपाले काचित् क्रिया अस्ति, क्रिया अस्ति. तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः. पुस्तकयोः कपालः कथं जातः? कपा चिन्तयतु, तत्र पुस्तकं भूतले अस्ति, तस्य उपरि कपालः कोऽपि स्थापयति चेत् तत्र कपाले कश्चन क्रिया भवति खलु, येन सः पुस्तकस्य उपरि उपविशति. तत्तु अस्तु, तद् अर्थम् आगच्छति. अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः. तदैव अधुना त्वम् उच्यते. अतः कर्मजः संयोगः इत्युच्यते. कर्मजः इत्युक्ते अवगच्छति वा? कर्मजः संयोगः इत्युच्यते इत्युक्ते कर्मणा जायते अथवा क्रियया जायते अथवा क्रियया सह संयोगः उत्पन्नः इति कृत्वा जः इत्युक्ते तत्र तेन तस्य जननम् अभवत् इति खलु. तर्हि संयोगस्य स च संयोगः कर्मजः इति तस्य प्रभेदः. इत्युक्ते कर्मणा उत्पन्नः संयोगः इति. संयोगः कर्मजः अस्तु, कर्मणा जातः इति कर्मजः अस्तु. तदा स च कपालः यतोहि घटस्य अवयवः. अस्तु अस्तु, तथैव हस्तः शरीरस्य अवयवः तत्र, तथैव कपालः घटस्य अवयवः. अतः कपालस्य पुस्तकेन सह यः संयोगः. अत्र कपालस्य घटस्य अवयवः तथैव कपालस्य पुस्तकेन सह संयोगः, संयोगः तेन सह, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. इत्युक्ते किम् इदानीं यथा भवति तत्र संयोग कपालः घटस्य अवयवः तत्तैव. अतः कपालस्य पुस्तकेन सह संयोगः अस्ति तेन संयोगेन, तत् कपालस्य पुस्तकेन सह संयोगः अस्ति, तत् संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. इत्युक्ते अवगच्छति वा? तत् हस्तेन अवयविना शरीरस्य संयोगः अस्ति पुस्तके. हा हा, तदेव तदेव, सम्यक्, बहु सम्यक्. तद्वत् यदा तत्र हस्ते हस्तपुस्तकसंयोगेन तत्र शरीरपुस्तकसंयोगः अभवत्, तद्वत् अत्रापि कपालपुस्तकसंयोगः जायते चेत् तत्र घटपुस्तकसंयोगः अपि भवति. घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः. अस्तु, संयोगेन घटपुस्तकयोः संयोगः अस्ति. इत्युक्ते तत्र कपालपुस्तकयोः संयोगः कथम् उत्पन्नः? कर्मजः न, कर्मजः न संयोगजः, तत्तु संयोगस्य अस्ति. इत्युक्ते तत्र कपालपुस्तकयोः संयोगः यदा अभवत् तदा कपाले जायमाना क्रियया तत्र संयोगः अभवत्, परन्तु इदानीं तत्र कपाल घटपुस्तकसंयोगः यदा अभवत् तत्र क्रियया न, परन्तु यदा कपालपुस्तकसंयोगः अभवत् तेन संयोगेन इदानीं घटपुस्तकसंयोगः अभवत्। तत्तु संयोगजः संयोगेन घटपुस्तकयोः संयोगः संयोगजः अस्ति। सत्यं संयोगेन जायते इति कृत्वा घटपुस्तकयोः संयोगः संयोगजः यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः उत्पन्नं संयोगं प्रति कारणं न भवति। अस्तु, अत्र कपाले विद्यमानया क्रिया अस्ति, तत्तु घटं उत्पन्नं क्रियते, घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति कपालः न। पुनः पृच्छतु भगिनि। कपाले घटं उत्पन्नं करोति कपालः, न तु कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः। अत्र कपालः घटम् उत्पादयति इति विषयः नास्ति खलु, अत्र तु विषयः संयोगस्य। संयोगस्य अस्ति, कर्मजः कथम् अस्ति संयोगः उत्पन्नः कर्मजः? भवती एव वदतु, भवती एव उक्तवती खलु कर्मजः संयोगः इत्युक्ते किम् इति प्रथमं। तत्तु घटस्य उत्पन्नं करोति कपाल। न इति भवती अवगतवती चेत् तत्तु दोषाय। तत्र विषयः अस्ति घटपुस्तकयोः संयोगः खलु, घटपुस्तकयोः संयोगः कर्मजः इति आसीत्। संयोगजः संयोगजः कर्मजः नास्ति, संयोगजः। क्षम्यतां, घटपुस्तकयोः संयोगः संयोगजः, सत्यं, कपालपुस्तकयोः संयोगः कर्मजः। कपालपुस्तकयोः, कपाल प्रति पुस्तकः अस्ति, तथैव कर्मजः न। किमर्थं वदतु, सम्यक् स्पष्टतया वदतु। पूर्वतया उत्पन्नः अस्ति कर्मजः संयोगः उच्यते, कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः, अतः कर्मजः संयोगः इति उच्यते। एकक्षणं भगिनि, एकक्षणं, कपालपुस्तकयोः संयोगः किमर्थं कर्मजः इति उच्यते? क्रियया उत्पन्नः। तत्र क्रिया कुत्र अस्ति? कपालपुस्तकयोः संयोगः। न, क्रिया कुत्र अस्ति? अस्तु, रामप्रिया भगिनी किञ्चित् तत्र वदति वा। आं भगिनि, अत्र कपाले किमपि क्रिया अस्ति, तत् क्रियया कपाल पुस्तकसंयोगः उत्पन्नः भवति, तदेव कर्मजः। इदानीं संयोगजः संयोगः इत्युक्ते किम्? संयोगजः इत्युक्ते यदा घटपुस्तकयोः मध्ये संयोगः भवति, तद् संयोगजः कर्मजः न इति अस्ति. किमर्थं तत् संयोगजः? मम एकः प्रश्नः अस्ति अत्र. कपालः इति अवयवः अस्ति. सत्यं. घटः अवयवी. यदा घटः उत्पन्नं भवति तदानीं वयं कपालं पृथक् न कर्तुं शक्नुमः किल? न, कपालः इति पृथक् इति नास्ति, परन्तु कपालः इति भिन्नः खलु. यद्यपि कपालः पृथक् नास्ति, तथापि यथा तत्र हस्तशरीरमध्ये हस्तः इति पृथक् नास्ति शरीरात् खलु, शरीरस्य अवयवः एव. परन्तु हस्तः इति शरीरं न, शरीरः न. तत्त्वात् कपालः इति घटः नास्ति खलु. तर्हि यदा कपालस्य संयोगः भवति तत्र पुस्तकेन सह, तदा एव घटस्य संयोगः अपि भवति. कपालस्य संयोगः अभवत् इति कारणात् तत्रापि किमपि क्रिया भवति किल घटपुस्तकयोः मध्ये अपि? घटपुस्तकयोः मध्ये क्रिया किं, क्रिया का तत्र? कपालद्वयस्य संयोगेन इदानीं घटः अभवत् खलु. तर्हि तत्र कपाले क्रिया अस्ति, भवति इति कृत्वा कपालपुस्तकयोः संयोगः अभवत्. यदा कपाले क्रिया अभवत्, तत्र संयोगः अभवत्, तदा घटस्य अपि संयोगः अभवत् पुस्तकेन. इति कृत्वा यः संयोगः घटे भवति स च संयोगः संयोगजः खलु. इत्युक्ते यदा कपालघटस्य संयोगः अभवत् तदा घटस्य अपि. अत्र शरीरं हस्तम् इति स्वीकुर्मः चेत् अवगन्तुं सुलभम् अस्ति किल? यदा हस्तपुस्तकयोः संयोगः उत्पन्नः, तत्र किमपि क्रिया अस्ति हस्ते, अतः कर्मजः. शरीरम् इति अवयवी अस्ति, अवयवी अस्ति, आम्. तत्र शरीरपुस्तकयोः संयोगः भवति, तद् कर्मजः न संयोगः, संयोगजः इति तत्र आम् तदपि अग्रे आयास्यति. इदानीम् अत्र किञ्चित् विषयः अस्ति, तदर्थमेव तत्र कपालघटसंयोगः इति अस्ति. अग्रे तत्र अन्यथा सिद्धा इति सर्वम् अस्ति खलु, तदर्थमेव तत्र पठतु किञ्चित्. कुत्र? यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति. तदेव भवति यदा इदानीम् उक्तवती, तद् घटपुस्तकयोः व्युत्पन्नं यदा संयोगं प्रति कपालपुस्तकयोः संयोगः कर्मजः कारणं न भवति. स च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. सा च क्रिया इत्युक्ते घटपुस्तकयोः व्युत्पन्न व्युत्पन्ना क्रिया, न कपालपुस्तकयोः उत्पन्न, कपाले उत्पन्ना क्रिया. इदानीम् एका एव क्रिया अस्ति खलु. क्रिया तु कपाले एव उत्पन्ना अस्ति. कपाले उत्पन्ना क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. तं संयोगम् इत्युक्ते किं संयोगम् अत्र? घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति. घटपुस्तकयोः मध्ये यः संयोगः अस्ति तं संयोगं प्रति अन्यथा सिद्धा भवति. अन्यथा सिद्धा. यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं किन्तु कुलानेन निर्मितं घटं प्रति स च पिता कारणं न. तत् वयं पूर्वमेव दृष्टवन्तः कुलालस्य पिता कुलालं प्रति कारणम् एव कारणं तस्य निर्मितं घटं प्रति कुलालस्य पिता कारणं न कुलालः एव कारणम् इति. पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थम् इदम् अन्यथा सिद्धा इति पञ्चविधम् अस्ति तत्र एतद् चतुर्थविधम् इति वा. हा सत्यम् इत्युक्ते अत्र अन्यथा सिद्धा इत्युक्ते तत्र किम् अन्यथा सिद्धा इत्युक्ते कुलालस्य पिता घटं निर्माणविषये कारणं नास्ति कुलालं प्रति एव कारणम् इति. इत्युक्ते यद्यपि कुलालः तत्र घटनिर्माणं स्वीकृते कुलालः आवश्यकः परन्तु तस्य कृते कुलालस्य पिता कारणं नास्ति कुलालस्य कृते एव कुलालस्य पिता कारणं. तदेव तद्वत् अत्र किम् अस्ति अत्र अत्र अस्मिन् उदाहरणे इत्युक्ते घटकपाल क्षम्यतां घटपुस्तकसंयोगः कपालपुस्तकसंयोगः मध्ये तत्र कः का अन्यथा सिद्धा अत्र अत्र अन्यथा सिद्धा घटपुस्तकः घटपुस्तकयोः संयोगः न. तत्र वाक्यं पुनः पठतु तत् पूर्वस्मिन् वाक्यं पूर्वस्मिन् पूर्वं वाक्यं क्षम्यतां यतः कपाले विद्यमाना यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः सा क्रिया घटपुस्तकयोः उत्पन्नं संयोगं प्रति कारणं न भवति. अग्रिमं वाक्यं कपाल अग्रिमं वाक्यमपि पठतु स च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. कपालसंयोगः घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति अन्यथा सिद्धा विपरीतरीत्या वयं न न न भगिनी तत्र पुनः वदतु सा च क्रिया कपाल सा च तत् तद्वाक्यं पुनः एकवारं पठतु सा च क्रिया सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. इदानीं का तस्मिन् वाक्ये का अन्यथा सिद्धा यदा कपालसं पुस्तकसंयोगः भवति तत्र केवलम् एतद् वाक्यं पठतु स च क्रिया तं संयोगं प्रति अन्यथा सिद्धा तत्र का अन्यथा सिद्धा क्रिया अन्यथा सिद्धा. उत्तमं महोदय वदतु सा क्रिया अन्यथा सिद्धा तं संयोगम् इत्युक्ते अत्र संयोगजः. हा अति उत्तमम् तत्र संयोगम् इत्युक्ते संयोगजः संयोगः इत्युक्ते कर्मजः प्रथमं क्रिया जायते क्रिया जायते इति कृत्वा कर्मजः संयोगः उत्पन्नः कर्मजः संयोगेन संयोगजः संयोगः उत्पन्नः. इदानीं यत् क्रिया प्रथमम् आसीत् तत् कर्मजः संयोगः यत् संयोगः इति यः संयोगः अस्ति तं प्रति कारणं परन्तु संयोगजः संयोगः यदस्ति यः अस्ति तं प्रति क्रियाकारणं नास्ति कर्मजः संयोगः एव कारणं क्रिया तु अन्यथा सिद्धा अस्ति. यथा कुलालस्य पिता कुलालः घटः इति चिन्तयामः चेत् घटं प्रति कुलालः कारणं कुलालः प्रति कुलालं प्रति कुलालस्य पिता कारणं परन्तु कुलालस्य पिता घटं प्रति अन्यथा सिद्धा खलु. तद्वत् तत्रापि तथा अस्ति क्रिया प्रथमं कर्मजः संयोगः तदनन्तरं संयोगजः संयोगः तर्हि यदा क्रिया भवति कर्मजः संयोगः भवति कर्मजः संयोगः भवति चेत् संयोगः जः संयोगः भवति, परन्तु क्रिया संयोगजः संयोगः संयोगं प्रति कारणं नास्ति, तत्र अन्यथा सिद्धा अस्ति. अवगच्छति वा? क्रिया अन्यथा सिद्धा अस्ति. क्रिया अन्यथा सिद्धा इति न, क्रिया संयोगजः संयोगं प्रति अन्यथा सिद्धा. संयोगजः संयोगं प्रति अन्यथा सिद्धा. हा, तर्हि अग्रे अस्तु, तावदेव खलु. एतत्तु वयं हा अत्र तत्र अस्मिन् प्रसङ्गे इति अस्ति खलु, तद् लघुपरिच्छेदः, तदेक तत् पठित्वा स्थगयामः. अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति, हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यथा भवति, तदा हस्ते जाता या क्रिया सा च शरीरे नास्ति किम्? शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. अत्र एकः प्रश्नः उत्पन्नः अस्ति, यदा हस्ते जातया क्रियया, यदा हस्ते किमपि क्रिया उत्पन्ना भवति, हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति, तद् क्रिया हस्तपुस्तकयोः कर्मजः कारणं भवति. कारणं किं भवति? तद् क्रिया, हस्तजातया क्रिया, हस्ते विद्यमाना क्रिया, हस्ते विद्यमाना क्रिया, हस्तपुस्तकयोः कर्मजः कर्मजः संयोगः इति यदा भवति, तदा हस्ते जाता या क्रिया सा न शरीरे नास्ति किम्? आं, तद् भवति किल, हस्ते किमपि क्रिया भवति तत् शरीरे नास्ति किम् इति प्रथमः प्रश्नः. तद् क्रिया शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? यदा तत् शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः, यदा संयोगजः इति वदामः, तत् कर्मजः किं न, किमर्थं न इति प्रश्नः. इति इदानीं प्रश्नः. तर्हि तत्र गृहपाठरूपेण किञ्चित् स्वचिन्तनं कुरुतां, तदनन्तरम् अग्रिमकक्षायाम् एतत् किञ्चित् चर्चित्वा अग्रे सरेम. तर्हि अत्र विषयः कः इति किञ्चित् चिन्तयित्वा. सम्यक्, अस्तु. एतावत्पर्यन्तं प्रश्नः न स्यात्, अस्ति चेदपि आगामिकक्षायां पृच्छतु, तदपि किञ्चित् चर्चयित्वा अग्रे गन्तुं शक्नुमः. तत्र मूर्तद्रव्यम् इत्युक्ते तत्र द्वितीयवाक्यं करपत्रे पठतु भगिनि. मूर्तद्रव्यं नाम यद्द्रव्यं क्रियायाः आश्रयः, इत्युक्ते यस्मिन् द्रव्ये क्रिया जायते, क्रिया भवति, तद् मूर्तद्रव्यम्. क्रियायाः आश्रयत्वं यत्र भवितुं, यत्र भवति, तद् मूर्तद्रव्यं. कोऽपि द्रव्यं सत्यं. जलमपि मूर्तद्रव्यं, यतोहि जलं गच्छति खलु, वायुः गच्छति, तर्हि वायुः अपि मूर्तद्रव्यं. यत्र यत्र क्रियाश्रयतत्वम् अस्ति, तत् सर्वं मूर्तद्रव्यम्. अस्तु, तर्हि धन्यवादः सर्वेषां. नमस्कारः, शुभरात्रिः. आगामिकक्षायां मेलिष्यामः. धन्यवादः, शुभरात्रिः. नमस्ते.